अस्तु, अस्माकम् अत्र सन्धिपाठः अग्रे अनुवर्तते. अत्र गीताप्रवेशस्य प्रथमभागस्य प्रथमाध्यायः, तत्र च पञ्चमे पृष्ठे सर्वे पश्यन्तु, तत्र माहेश्वराणि सूत्राणि, माहेश्वरसूत्राणि इति लिखितमस्ति. तत्र चतुर्दशसूत्राणि सन्ति. एतत् केवलं वर्णमाला नूतनरीत्या तावदेव अस्ति, कस्यचित् भयमपि न स्यात्. किमर्थं नूतनवर्णमाला अपेक्षिता आसीत् इति चेत्, यतोहि पाणिनिः पूर्णतया संस्कृतभाषायाः वर्णनं कृतवान् अस्य सहायेन, नाम अस्याः वर्णमालायाः सहायेन. तत्र अ इ उन् ऋलृक् ए ओं ऐ औच् हयवरट् लण् ञमगणनं जभै घटदश् जबगडदश् खप छठ चटतौ कपै शशसर् हल् इति चतुर्दशसूत्राणि सन्ति. एषु च प्रथमतया अच्वर्णाः, नाम स्वरवर्णाः भवन्ति, तदनन्तरं हल् वर्णाः. तत्र च अस्माभिः परिशीलितं यत् संक्षेपे, नाम संक्षिप्तरूपेण, कथं कस्यचित् वर्णसङ्ग्रहस्य उल्लेखं कर्तुं शक्नुमः इति चेत्, तत्र यः वर्णसङ्ग्रहः इष्यते तस्य सङ्ग्रहस्य प्रथमवर्णः इत्यस्मात् आरभ्य अन्तिमवर्णपर्यन्तं, तत्र च अन्तिमवर्णः कस्यचित् सूत्रस्य अन्तिमवर्णः भवेत् इति एकमस्ति. द्वितीयमस्ति यत् स च वर्णः न अन्तर्भूतः सङ्ग्रहे. यथा अच् इत्यनेन अ इत्यस्मात् आरभ्य च पर्यन्तं, किन्तु च न अन्तर्भूतः. अपि च प्रत्येकं सूत्रस्य अन्तिम यः अस्ति सः केवलम् एकं चिह्नम् अस्ति प्रदर्शयितुं यत् इदं सूत्रं समाप्तम्. अतः अ इ ऊण् इति सूत्रे केवलम् अ इ उ इति वर्णाः अन्तर्भूताः, न तु णकारः. णकारः केवलम् एकं चिह्नम् अस्ति प्रदर्शनार्थं यत् इदं सूत्रम् अनेन समाप्यते इति नियमः अस्ति. अण् अ इ उ ऋक् ऋलृ. इदानीम् अक् अ इ उ ऋलृ. अच् अ इ उ ऋलृ ए ओ ऐ औ इति व्यवस्था. तत्र कश्चन वर्णसङ्ग्रहः तथा यदा वदामः, तस्य वर्णसङ्ग्रहस्य नामकरणं क्रियते प्रत्याहारः. अग्रे रक्तवर्णेन शब्दः लिखितः अस्ति खलु, प्रत्याहारः इति वर्णसङ्ग्रहः एतादृशः. तत्र च अग्रिमे पृष्ठे उदाहरणानि दत्तानि सन्ति. अण् अक् यण् अच् हल् अल् हश् खर् जश्. तत्र खर् इत्यनेन कर्कषव्यञ्जनानि, जश् इत्यनेन वर्गीयतृतीयव्यञ्जनानि, तत्र हश् इत्यनेन मृदुव्यञ्जनानि, एतत् सर्वं वयं परिशीलितवन्तः गते सप्ताहे. इदानीं ततः अग्रे गच्छेम. अस्तु महोदय, अभिनव अस्मि. अभिनव अस्तु, स्वागतं महोदय. अन्य कोऽपि वा? अस्तु, समीचीनम्. अग्रे गच्छेम तर्हि. विद्याभगिनी अग्रे पठति वा प्रत्याहारेषु? आम् महोदय. प्रत्याहारेषु विषयद्वयं ज्ञातव्यम्. सूत्राणाम् अन्ते विद्यमानानां स्वररहितानां व्यञ्जनानां ग्रहणं न भवति, तेषाम् इत् इति संज्ञां भवति, इत् संज्ञकस्य लोपः भवति. यथा अक् अत्र अ इ उ ऋ लृ एतेषां वर्णानां ग्रहणं भवति, न तु नकार ककारयोः ग्रहणम्. अस्तु भगिनि, अस्य अर्थः कः? यथा भवान् उक्तवान् कस्मिंश्चित् सूत्रे प्रथमवर्णम् आरभ्य अन्तिमवर्णं वर्णतः स्वीकरणीयं, परन्तु अन्तिमवर्णं त्यक्तव्यं. प्रथमवर्णम् आरभ्य अन्तिमवर्णपर्यन्तं स्वीकरणीयं, परन्तु अन्तिमवर्णं त्यक्तव्यम्. हा, अपि च मध्ये सूत्रस्य अन्ते स्थिताः वर्णाः अपि न अन्तर्भूताः खलु, ते अपि न अन्तर्भूताः. हा, समीचीनमस्ति, बहु समीचीनमस्ति. अपि च इत् इति किं लिखितमस्ति? इत् इत् इति संज्ञा भवति, इत् संज्ञकस्य लोपः भवति. केषाम् इत् इति संज्ञा भवति? तेषां केषां केषां केषाम् इति संज्ञा भवति इति चेत् स्वररहितानां व्यञ्जनानां ग्रहणं न भवति तेषां. येषां सङ्ग्रहणे अन्तर्भावः न भवति यथा भवती उक्तवती तेषाम्. अतः अ इ ऊण् इत्यस्मिन् अणकारस्य इत् संज्ञा, ऋल् ऋक् इत्यस्मिन् ककारस्य, ए ओङ् इत्यस्य ङकारस्य. तत्र अच् इति वदामः चेत् तत्र अणकारस्य, ककारस्य, ङकारस्य, चकारस्य च इत् संज्ञा भवति, लोपः च. अस्तु महोदय. तदर्थं विधायकसूत्राणि भवन्ति, इदानीं मास्तु. तावत् अवगच्छति चेत् पर्याप्तम् अत्र. अस्तु, समीचीनमस्ति. रामप्रिय भगिनी अग्रे. आं महोदय. आदिमः वर्णः नाम सूत्रेषु आद्यः वर्णः इति न अर्थः नार्थः, किन्तु अस्माभिः आदिमत्वेन विवक्षितः वर्णः इति इत्यर्थः. यथा इक् यण् चर् इत्यादिषु प्रत्याहारेषु इ य च इत्येते वर्णाः माहेश्वरसूत्रेषु आदिमाः न सन्ति. व्यञ्जनानि प्रायः स्वरैः सह उच्चार्यन्ते. अत्र आदिमः वर्णः इत्युक्ते प्रथमवर्णः इति न अर्थः, किन्तु अस्माभिः आदिमत्वेन विवक्षितः प्रथम वर्णम् इति उक्तमस्ति इति अस्ति. यदा उदाहरणमस्ति इक् यण् चर् इति, अत्र इ य च इति वर्णाः प्रथमवर्णाः न सन्ति, मध्ये आगच्छन्ति, किं परन्तु अपि तद् आदिमः वर्णः इति अवगच्छनीयम्. नाम विवक्षाम् अनुसृत्य प्रथमवर्णः निश्चीयते, न तु सूत्रस्य प्रथमवर्णम् अनुसृत्य. हा, तत्र एवमेव सूत्रस्य प्रथमवर्णः भवितुम् अर्हति तादृशी विवक्षा अस्ति चेत्, नो चेत् न. अतः अच् इति वदामः चेत् तत्र अ इति सूत्रस्य प्रथमवर्णः अपि अस्ति, अस्माकं विवक्षितवर्णः अपि अस्ति, नाम विवक्षितसङ्ग्रहस्य प्रथमवर्णः अपि अस्ति. तदर्थं कापि तादृशी आवश्यकता नास्ति, कुत्रचित् स्यात् कुत्रचित् अपि न स्यात्, विवक्षामनुसृत्य. आदिमवर्णः नाम सूत्रेषु आद्यः वर्णः इति न अर्थः, कुत्रचित् भवितुमर्हति किन्तु तादृश अर्थः नास्ति, किन्तु अस्माभिः आदिमत्वेन विवक्षितः अर्थः आदिमत्वेन. स्पष्टं स्यात्? अस्तु, लक्ष्मीभगिनी अग्रे. एतेषां क्रमेण व्यञ्जनायः न महोदय, यथा व्यञ्जनानि प्रायः स्वरैः सह उच्चार्यन्ते, यथा उक् प्लस् आ का, उक् प्लस् इ की, उक् प्लस् उ कु, उक् प्लस् रु क्रु, उक् प्लस् ए के, उक् प्लस् ओ को, उक् प्लस् आ आ ओके का, उक् प्लस् इ की, उक् प्लस् उ कु, उक् प्लस् रु क्रु क्रु, उक् प्लस् ए के, उक् प्लस् औ कौ, अनन्तरम् उक् प्लस् उक् योगः आ योगः अनुस्वारः कम्, उक् योगः आयोगः विसर्गः कः. हा, समीचीनमस्ति. अत्र अत्र सामान्यतया व्याकरणलोके यत्र ककारे दण्डः अस्ति तथा एवं वदामः ककारः न तु इक, यतोहि तत्र बोधने काठिन्यं भवति. अतः ककारः योगः अकारः क, ककारः योगी कारः कि इति तादृशमस्ति, किन्तु सम्यक् अस्ति. अत्र च अनुस्वारः पूर्णतया अनुनासिकवर्णः अस्ति. अत्र केषुचित् प्रादेशिकभाषासु अनुस्वारः मकारः इव उच्चार्यते, तथा संस्कृतभाषायां नितरां नास्ति. अत्र अत्र अनुस्वारः मकारः समानं न. अनुस्वारः इति अनुनासिकवर्णः अस्ति. अनुनासिकवर्णः इत्युक्ते नासिकया यः वायुः आगच्छति तेन वायुना ध्वनिः भवति. अतः नाम मुखम् उद्घाटितमपि नास्ति, एतादृशध्वनिः अस्ति. अतः अत्र का इति अस्ति, का ककारे अनुस्वारः का इति अस्ति. अस्तु, समीचीनमस्ति. अग्रे तर्हि बालसुब्रह्मण्यमहोदय पठति वा. सो एतेषां क्रमेण क का कि कि कु कु कृ कृ के कै को कौ कं कः इति वाचनं लोके प्रसिद्धमस्ति. एषा कख पङ्क्ति इति प्रसिद्धा. तत्र कश्चन श्लोकः अस्ति, भट्टिर्नष्टो भारविश्चापि भारविश्चापि नष्टो भिक्षुर्नष्टो बीभसेनोऽपि नष्टः भुक्कुण्डोऽहं भूपतिस्त्वं हि राजन् बबा पङ्का अन्तकसन्निविष्टः भोजप्रबन्धः. इति श्लोकः अस्ति, तत्र प्रसिद्धः अस्ति. तत्र कुत्र श्लोकः दत्तः इति चेत् एषा कका पङ्क्तिः, कका पङ्क्तिः. अत्र कका कि की कुकु इत्यादयः वर्णाः सन्ति. अत्र कका पङ्क्तिः इति उच्यते. तत्र च श्लोकः अस्ति. तत्र स्थूलाक्षरैः अपि वर्णाः दत्ताः सन्ति खलु. ब भ भा भि भि भू भू इति एतावत् वर्णाः प्रदर्शिताः स्थूलाक्षरैः, स्थूलाक्षरैः प्रदर्शिताः वर्णाः. अत्र च भट्टिः नष्टः, भट्टिः. तत्र केचन प्रसिद्धजनाः आसन्, भट्टिः, अत्र भारविः, भिक्षुः, भीमसेनः इति चत्वारः जनाः. ते च सर्वे नष्टाः, नाम मृत्युकालः आगतः तेषाम् एतेषां सर्वेषाम्. इदानीं कश्चन प्रसिद्धकविः आसीत् अत्र भुक्कुण्डः. भुक्कुण्डः इति कश्चन कविः आसीत्. स च अस्मिन् श्लोके लेखकः अहम् इति दत्तमस्ति खलु, स च लेखकः अस्ति, भूखुण्डः अहम्। अपि च भूपतिः, भूपतिः तिने राजा खलु, राजा इति कश्चन राजा आसीत्, सः सः एतं जनं नाम कविः भूखुण्डः, भूखुण्डं मारयितुम् इष्टवान्, सिद्धः अपि मारणार्थं सिद्धः भूपतिः, अहं तं मारयामि कविनं। अत्र भूपतिः इति मारितुं सिद्धः, तत्र च अग्रे किं दत्तमस्ति नाम कविः वदति तत्र भूखुण्डः इति कविः वदति, भूखुण्डोऽहं भूपतिः त्वं हि राजन्, राजनितिनेन सम्बोधनप्रथमा सम्बोधनमस्ति, राजन्, हे राजन्, बभा पङ्क्तौ अन्तकः सन्निविष्टः इति अस्ति। बभा पङ्क्तौ अन्तकः नाम यमराजः अन्तकः, अन्तकः इति यमराजः सन्निविष्टः नाम आगत्य उपस्थितः, नाम यमराजः चत्वारः जनाः तत्र उक्ताः उपरि खलु, तान् मारितवान् एव, तान् नाम तेषां प्राणान् तत्र हरितवान्, हृतवान् इति अस्ति, हृदातुः हृतवान्। अत्र अत्र भूखुण्डः अग्रिमः, अत्र कश्चन क्रमः अस्ति खलु, भू इति क्रमः अस्ति, इदानीं कविः इति अग्रिमः अस्ति, तदनन्तरं भूपतिः, तदनन्तरम् आयास्यति इति सन्देशः, इति सन्देशः नाम कवेः, कवेः सन्देशः, सन्देशस्य कथनस्य आशा एवं यत् मम मारणं भवति चेत् भवता तदानीं राजा, राज्ञः अपि मृत्युकालः आयास्यति, तदनन्तरं साक्षात् हे राजा, हे राजन् पश्यतु इति भूपङ्क्तौ एतादृशक्रमः अस्ति, प्रथमतया मम नाम भू, अनन्तरं भवतः भूपतिः। अनेन नाम तत्र कथायाम् एवम् अस्ति यत् एतत् सर्वं श्रुत्वा राजा तं न मारितवान् इति अस्ति कथा। अस्तु, स्पष्टं स्यात्। कोऽपि प्रश्नः वा, अग्रे गच्छेम? अस्तु, समीचीनमस्ति। मम पूर्वतनविषये एकं प्रश्नमस्ति, विवक्षितं विषये, विवक्षितम् इत्युक्ते मुख्य अर्थ इति अहं चिन्तयामि, सत्यं वा? वक्तुम् इच्छा इति विवक्षा, वक्तुः मुख्य अर्थः तर्हि सत्यं, किन्तु अस्माभिः आदिमत्वेन विवक्षितः वर्णः, यः वर्णः वक्तुम् इष्यते अस्माभिः सः वर्णः। तर्हि क्षम्यतां, किञ्चित् शनैः एव मया अवगतं, यथा अच् अच् इति सर्वेश्वराः, तत्र अस्माकं वक्तुम् इच्छा का इति चेत् वर्ण स्वराणां, सर्वेषां स्वराणां सङ्ग्रहणम्, आम् अच् अच् इति अत्र अत्र विवक्षितः वर्णः अस्ति अकारः, स च अकारः एवमेव सूत्रस्य अपि प्रथमवर्णः, किन्तु सर्वदा तथा नास्ति। एक इति वदामः चेत् नाम इ ऊ ऋ लृ, मम वक्तुम् इच्छा अस्ति इ उरुर् येषां सङ्ग्रहस्य सङ्ग्रहस्य उल्लेखः भवतु इति चेत् तत्र एक् इति वदामः इति वदामि अत्र इकारः इति प्रथम इति प्रथमवर्णः अस्ति इति विवक्षितवर्णः अस्ति आदिमत्वेन विवक्षितवर्णः इकारः स च वर्णः सूत्रस्य प्रथमः नास्ति अस्तु अग्रे गच्छेम रक्षा भगिनी कृपया संयुक्ताक्षरं द र इत्येते व्यञ्जने द्र इत्येतत् संयुक्ताक्षरं पठामि वा अग्रे हा हा किञ्चित् अग्रे कृपया स्वरव्यञ्जनयोः सन्निधौ यदा विकारः भवति तदा सन्धिः इति उच्यते विकारः नाम कस्यचित् वर्णस्य अदर्शनं कस्यचित् अन्यस्य वर्णस्य प्रयोगः वा यथा विनद्य उच्चैः विनद्योच्चैः अत्र अ इत्येतयोः वर्णयोः सन्निधौ सति तयोः स्थाने ओकारः सम्पन्नः अयं च विकारः अतः एषः सन्धिः किन्तु किं योगः अकुर्वत किमकुर्वत अत्र म अ इति वर्णयोः सन्निधौ सत्यपि कोऽपि विकारः न सम्पन्नः केवलं म अ इत्यनयोः स्थाने म इति लिखितम् अतः एषः न सन्धिः सन्धिः यदा भवति तदा तत्र आदेशः आगमः लोपः प्रकृतिभावः वा भवति अस्तु अस्तु तर्हि संयुक्ताक्षरम् इत्युक्ते किम् इति उक्तम् आदौ द र इत्येते व्यञ्जने मिलित्वा द्र इति यत् निष्पन्नं तदस्ति संयुक्ताक्षरं तयोः मध्ये स्वरः नास्ति व्यञ्जनयोः मध्ये अतः संयुक्ताक्षरम् इति उच्यते इदानीं सन्धिः इत्युक्ते किम् इति उक्तम् अग्रे स्वरव्यञ्जनयोः सन्निधौ यदा विकारः भवति तदा सन्धिः सन्निधौ इत्युक्ते अत्यन्तसामीप्यं स्वरव्यञ्जनयोः यदा सामीप्यं भवति तदा तयोः मध्ये विकारः भवति चेत् तदा सन्धिः इति उच्यते विकारः इत्युक्ते किम् इत्यपि उक्तं विकारः इत्युक्ते कस्यचित् वर्णस्य अदर्शनं कस्यचित् अन्यस्य वर्णस्य प्रयोगः वा एकः वर्णः अपगच्छति अपरः वर्णः आगच्छति तादृशपरिस्थितिः एव विकारः इति अत्र उदाहरणं दीयते विनद्य उच्चैः विनद्योच्चैः इति अस्मिन् विनद्य इत्यस्य अन्तिमवर्णः अस्ति अकारः उच्चैः इत्यस्य आदिमः उ इति तयोः अत्यन्तं सामीप्यम् अथवा सन्निधिः यदा भवति तदा ओकारः आगच्छति विनद्योच्चैः इति अकार उकारयोः स्थाने ओकारः सः एव सन्धिः यतोहि अत्र विकारः जातः वर्णस्य परन्तु अत्र किं योगः अकुर्वत इत्यस्मिन् उदाहरणे मकारः अस्ति किम् इत्यस्य अन्ते अकुर्वत अकारः अस्ति आदौ तयोः मध्ये वर्णस्य विकारः इति न अभवत् केवलं वर्णयोः मेलनम् अभवत् मकारस्य अकारस्य मेलनम् अत्रापि अत्यन्तं सान्निध्यम् अस्ति सन्निधिः अस्ति किन्तु वर्णविकारः न जातः अतः सन्धिः नास्ति केवलं वर्णमेलनमेव अतः मकार अकारयोः स्थाने केवलं म इति लिखितमस्ति सन्धिः नास्ति अपि च सन्धिः यदा भवति तत्र कस्यचित् वर्णस्य आदेशः वा आगमः वा लोपः अथवा प्रकृतिभावः वा भवति इति उक्तम् इति अग्रे उच्यते अस्तु सम्यक् अस्ति अस्मिन् प्रसङ्गे कस्यचित् कोऽपि प्रश्नः अस्ति वा प्रायः स्पष्टं स्यात् यत्र परिवर्तनं भवति तत्र सन्धिः पूर्वमपि उक्तम् अस्माभिः यत्र परिवर्तनं नास्ति तत्र केवलं मेलनमस्ति सन्धिः नास्ति इति विषयः अस्तु महोदय संयुक्ताक्षरम् एकवारं पुनः वदति वा हा तत्र संयोगः इति पाणिनिना संज्ञा क्रियते, संयोगः. अत्र संयुक्ताक्षरम् इति दकारः रेफः. अत्र उदाहरणमेव दीयते, उदाहरणत्वेन उच्यते यत् दकारयो दकाररेफयोः संयोजनेन द्र इति यत् निष्पन्नं भवति, यत् रूपं, तत्र संयुक्ताक्षरमिति उच्यते. यथा स्थितः, स्थितः इति शब्दः अस्ति खलु, अत्र सकारथकारयोः संयोजनं जातमस्ति, सकारथकारयोः. तत्र सकारथकारयोः मध्ये च न कोऽपि स्वरः अस्ति. इदानीं किमस्ति अत्र, यन्त्रमस्ति. तत्र यकारः इति व्यञ्जनमस्ति, यकारस्य अनन्तरं कः वर्णः अस्ति भगिनि? अर्धनकारः अस्ति. नकारात् पूर्वं कश्चन वर्णः अस्ति वा? नकारात् पूर्वं अकारः अस्ति. हा, अत्र यकारनकारयोः मध्ये किन्तु कश्चन स्वरः अस्ति खलु, केवलं यकारनकारयोः मेलनं नास्ति, अतः तत्र संयुक्ताक्षरं नास्ति यकारनकारयोः यन्त्रमित्यस्मिन्. तत्र मध्ये अकारः अस्ति, यकारः, अकारः, नकारः. किन्तु यन्त्रम् इत्यस्मिन् नकारतकारयोः मध्ये कश्चन स्वरः अस्ति वा? नकारतकारयोः मध्ये नास्ति न, नकारतकारयो वस्तुतः नकारतकार पुनः तकारस्य रेफस्य मध्ये न कोऽपि स्वरः अस्ति, तत् संयुक्ताक्षरमस्ति. अस्तु महोदय, स्पष्टमस्ति. अस्तु, अग्रे गच्छेम. समीचीनं महोदय, क्षम्यताम्, एकः प्रश्नः अस्ति. स्वरव्यञ्जनयोः सन्निधौ विकारः भवति तदा सन्धिः इति उच्यते, परन्तु स्वरयोः सन्निधौ विकारः अपि अत्र स्पष्टतया न लिखितमस्ति. वस्तुतः भवत् प्रश्नः प्रायः अवगतः. अत्र केवलं स्वरव्यञ्जनयोः नाम केवलम् एकस्य स्वरस्य पुनः एकस्य व्यञ्जनस्य सान्निध्यमिति न, द्वयोः स्वरयोः, द्वयोः व्यञ्जनयोः, अथवा एकस्य स्वरस्य एकस्य व्यञ्जनस्य, तादृशं इति भवति चेत् द्वयोः वर्णयोः मध्ये कस्यचित् विकारः, कस्यचित् परिवर्तनम् अभवत्, अथवा द्वयोः अपि परिवर्तनम् इति चेत् सन्धिः इति अस्ति. अस्तु, अग्रे गच्छेम तर्हि. रविप्रकाशमहोदय, कृपया. आदेशः: पूर्वं स्थितस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उदयः आदेशः. एतां प्रक्रियां पश्यत: यदि योग अपि, यद् योग इ, योग अ, योग पि, यद्यपि, य, योग अ. अत्र इ वर्णस्य स्थाने आदेशः. आदेशः इत्युक्ते पूर्वं स्थितस्य वर्णस्य सम्पूर्णपरिवर्तनं भवति, अन्यस्य वर्णस्य विनियोगः भवति अपि. अन्य पुनः उदाहरणं किमस्ति अत्र? उदाहरणं यद्यपि अस्ति, यदि योग अपि, यद्यपि भवति, यस्मिन् उदाहरणे इकारः यकारः परिवर्तनं भवति, इकारस्य परिवर्तनं यकारः भवति. हा, समीचीनम्. अत्र किं वक्तव्यमस्ति, इकारस्य स्थाने, इकारस्य स्थाने यकारः आगतः इति कृत्वा इति कृत्वा आदेशः अत्र किं वदामः इकारः अस्ति स्थाने यकारः इति आदेशः नाम यः वर्णः आगच्छति अपरस्य स्थाने तस्य वर्णस्य तस्य वर्णस्य नामकरणमस्ति एव आदेशः वस्तुतः अत्र प्रक्रिया अपि उच्यते अत्र तादृशी प्रक्रिया किन्तु यकारः एव आदेशः अस्ति वस्तुतः तर्हि पूर्वं स्थितस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उदयः आदेशः नाम प्रक्रियायाः अपि नामकरणम् अपि च वर्णस्य अपि नामकरणं यदि अत्र यकारः आदिष्टः इकारस्य स्थाने इति उच्यते यकारः आदिष्टः यकारः आदेशः यकारस्य आदेशः यकारः आदिष्टः इकारस्य स्थाने इति उच्यते स्थाने यत्र स्थाने इति भवति कस्यचित् वर्णस्य तत्र आदेशः इति अस्तु अग्रे तर्हि रमेशमहोदय पठति वा अस्ति वा महोदय अस्तु सुब्रह्मण्यमहोदय कृपया आं महोदय अत्र द्वितीयबिन्दुः अस्ति आगमः वर्णात् पूर्वं परं वा अन्यस्य वर्णस्य उदयः आगमः एतां प्रक्रियां पश्यत अनिच्छन् योगः अपि अनिच्छ योगः नकारः योगः अ योगः पि अनिच्छ योगः नकारः योगः नकारः योगः अकारः योगः पि अत्र अनिच्छन्नपि अत्र नकारात् पूर्वम् अपरः नकारः उत्पन्नः अस्ति एषः आगमः अत्र कस्यचित् कस्मात् अक्षरात् पूर्वम् अन्यवर्णः आगच्छति मध्ये तदेव आगमः इति उदाहरणं दत्तमस्ति अत्र अनिच्छन् योगः अपि अत्र अनिच्छन् इत्यस्मात् अत्र नकारात् पूर्वम् अन्यनकारः आगच्छति अतः अत्र संयुक्ताक्षरं भूत्वा अनिच्छन्नपि इति भवति अत्र नकारस्य आगमनम् एव आगमः इति वदामः आगमः अपि च नकारस्य नामकरणमपि अपि क्रियते आगमः नकारः इति एव आगमः इति अस्ति अपि च प्रक्रियायाः अपि नामकरणमस्ति समीचीनमस्ति इदमपि वक्तुम् इष्टवान् यत् यत्र प्लस् सैन् भवति यथा महोदयेन उक्तमस्ति अत्र योगः इति वक्तव्यमस्ति न प्लस् सैन् न प्लस् न वा योग अत्र योगः अनिच्छ योगः नकारः योगः अकारः योगः पि इति अस्तु अग्रे गच्छेम तर्हि सम्यक् सम्यक् महोदय एकः प्रश्नः अत्र वर्णात् पूर्वं परं वा अन्यस्य वर्णस्य उदयः आगमः पूर्वं परम् इत्युक्ते पूर्वं परमिति तत्र अनिच्छयोगः नकारः योगः नकारः अत्र मूलनकारः द्वितीयः अतः नकारात् पूर्वम् अन्यः नकारः आगतः अस्ति खलु अतः नकारात् पूर्वं पूर्वमिति शब्दः आगतः तदर्थं नाम अत्र आगमः कुत्र आगच्छेत् पूर्वं परं नाम पूर्वम् अथवा अनन्तरम् अथवा अन्यत्र इति अन्यविषयः सर्वदा पूर्वं भवेत् इति नास्ति आगमः तस्मात् पूर्वम् एव भवेत् इति नास्ति अत्र तथा अस्ति नाम अस्मिन् सन्धौ तथा अस्ति नो चेत् न म्यूटं करोमि महोदय अतः समयः जातः पठितुं शक्नोमि यदा भवान् इच्छति. हा अस्तु, अग्रे लोपः अस्ति, अग्रे कृपया. कस्यचित् एकं वदामि, कस्यचित् स्पीकर् फोन् अथवा ब्लूटूत् इत्यादिकम् अस्ति चेत् मास्तु, यतोहि इदानीं प्रतिध्वनिः अस्ति खलु, प्रतिध्वनिः आगतः अस्ति तदर्थमेव. प्रायः अहं म्यूटन् करोमि तथा. ओ अस्तु, अग्रे पठामि वा न वा? हा पठतु कृपया महोदय. लोपः वर्णस्य अदर्शनं लोपः. एतां प्रक्रियां पश्यत. समवेताः योग युत्सवः समवेता योग विसर्गः योग युत्सवः समवेता युत्सवः समवेता युत्सवः. अत्र समवेता इत्यतः पदस्य विसर्गस्य अदर्शनम्. एषः लोपः प्रायशः लोपः विसर्गस्य एव भवति महोदय इति सत्यं वा? व्याकरणलोके केवलं विसर्गस्य लोपः नास्ति इति जानीमः, किन्तु अत्र सन्धिविषये आधिक्येन लोपः विसर्गस्य इति तु सत्यम्. अत्र संवेता आ अनन्तरं विसर्ग अस्ति. तस्य सन्धेः पदे पदौ विसर्गस्य लोपः भवति, अत्र संवेता युत्सवः इति भवति. सो एषः लोपस्य उदाहरणं प्रदर्शनं लोपः. विसर्गस्य दर्शनं भवति, न द्रष्टुं शक्नोमि अतः दर्शनं अदर्शनं लोपः. हा समीचीनमस्ति. अस्तु तर्हि समवेताः युयुत्सवः सर्वे पश्यन्तु. सहदेव महोदय पश्यतु, अत्र समवेताः युयुत्सवः, अत्र आरम्भे विसर्गः अस्ति, अन्ते विसर्गः नास्ति. समवेता युयुत्सवः, अतः तत्र विसर्गस्य लोपः जातः इति वदामः, लोपः जातः इति वदामः. अस्तु समीचीनमस्ति, अग्रे गच्छेम तर्हि. अत्र निहारिका भगिनी पठति वा अग्रे? प्रकृतिभावः निमित्ते सत्यपि लोपादेः अभावः प्रकृतिभावः. यथा अनादि अनादि योगः उभौ इति अनाद् योगः इ योगः उ योगः भौ इति अनादि उभौ. अत्र इ उ एतयोः वर्णयोः सन्धौ यकारस्य उदयः भवेत्, किन्तु न भवति. एषः प्रकृतिभावः. आदेशः आगमः लोपः प्रकृतिभावः वा यदि यदा भवति तदा तस्य कार्यस्य सन्धिकार्यम् इति व्यवहारः. तर्हि अत्र किं जातम्? अत्र प्रकृतिभावः इत्युक्ते यदा द्वयोः वर्णयोः सन्धि स्यात् परन्तु न भवति तत्र प्रकृतिभावः इति उच्यते. हा इति नियमः अस्ति. तत्र किञ्चित् वैचित्र्यमस्ति. तत्र किमपि भवति स्म, यद् भवति स्म तद् न जातम् इति कृत्वा प्रकृतिभावः. तावदेव. अत्र प्रकृति इत्यस्य अर्थः कः इति चेत् मूलरूपं, मूले इति अर्थः अस्ति. प्रकृतिशब्दस्य बहवः अर्थाः सन्ति इति जानीमः, किन्तु अत्र तादृश अर्थः अस्ति इति अवगन्तव्यमस्ति. यथा वार्तालापावसरे अपि तादृशप्रयोगः भवितुमर्हति अस्माकं, नाम कश्चन मूलविषयः अस्ति, अनन्तरं वार्तालापस्य क्रमे विषयान्तरं भवति, अनन्तरं नाम रामश्यामयोः वार्तालापः प्रवर्तमानः अस्ति, अनन्तरं रामः वदति अस्तु महोदय इदानीं प्रकृतौ प्रति आगच्छामः, नाम मूलविषये प्रकृतौ। तर्हि प्रकृतिभावः इति यत् मूलरूपम् आसीत् तदेव मूलरूपं तिष्ठति। अस्तु, समीचीनमस्ति प्रकृतिभावः। कोऽपि प्रश्नः वा महोदय? सन्धिः इति किमर्थम् अत्र वस्तुतः विकारः न जातः, किन्तु विकारः जातः अनया दृष्ट्या यत् किञ्चन परिवर्तनं भवति स्म, तच्च परिवर्तनं न अभवत्, अतः अनया दृष्ट्या परिवर्तनं जातं खलु। नाम यत् यद् भवति स्म, यत् यत् यत् भवेत् तद् न जातम् इति कृत्वा परिवर्तनम्, अतः सन्धिविषये आगच्छति। यतोहि तत्र सामान्यक्रमेण भवति, यदि स्यात् तत्र अनादि योगः उभौ इत्यस्मिन् तत्र अनाद्युभौ इति भवति स्म। अनाद्युभौ इत्यस्मात् अनादि उभौ इति तु भिन्नम् अस्ति तदर्थम्। अन्य कोऽपि प्रश्नः वा? अनाद्युभौ अपि समीचीनं वा? हा, अत्र विकल्पेन कुत्रचित् भवति, विकल्पेन यत् कार्यमस्ति तत् अग्रे द्रक्ष्यामः। अस्मिन् पुस्तके प्रकृतिभावः किञ्चित् दत्तमस्ति इति अहं मन्ये। प्रश्नः अस्ति वा? अनाद्युभौ न भवति, इति एव भवति। कुत्रचित् विकल्पेन भवति, कुत्रचित् विकल्पेन न भवति। इदानीं द्वितीयवचने अस्ति, अतः विकल्पः नास्ति। आं, सत्यं, समीचीनं महोदय। अन्य कोऽपि प्रश्नः वा महोदय? एकः अत्र लोपस्य विषये, पूर्वतनपाठे अत्र गीतायां गीतायाः श्लोकान् पठितवन्तः खलु, अत्र सर्व एव हि अस्ति, अत्र सर्वे एव हि मूलरूपे, अत्र एकारस्य लोपः भवति खलु, सर्वे भवति सर्व, तदपि लोपः एव वदामः। अवश्यम् अवश्यं, सर्वे द्रष्टव्यं, कुत्रचित् पूर्वपरयोः एकादेशः भवति, तत्र प्रायः लोपः अस्ति, यथा स्मरामि तत्र प्रायः लोपः एव अस्ति। अस्तु, अन्यस्य प्रश्नः वा? आं महोदय, अहं पद्मा, एकः प्रश्नः अस्ति। सामूहिकपदं प्रकृतिभाव इतो व्यत्यासं किं किं किं पुनः सामूहिकपदं नारायणम् अत्र नास्ति, परन्तु अनादि उभौ प्रकृतिभाव सन्धि अस्ति। भवत्याः प्रश्नः नावगतः, प्रश्नः कः? नारायणं पदौ सन्धि नास्ति किल? नारायणं तत्र आयनं न, तत्र आयनमिति शब्दः अत्र सन्धिः नास्ति। सन्धिः अस्ति, तत्र सन्धिः अस्ति भगिनि, नारायणं नारायणं तत्र सन्धिः अस्ति, अपि च समासः अपि अस्ति, नाम अग्रे किन्तु एकवारं स्पष्टतया वदतु कृपया, भवत्याः प्रश्नः कः? कुत्रापि पद सन्धि नास्ति परन्तु पश्यतु पश्यतु प्रकृतिभावः विशिष्टः अस्ति, सामान्यतया न भवति अत्र. यत्र एकं पदं तथा अस्ति तत्र प्रकृतिभावः इति नास्ति. प्रकृतिभावः विशिष्टप्रक्रिया अस्ति, अग्रे आयास्यति. सामान्यतया प्रकृतिभावः न दृश्यते. सामान्यपदेषु प्रकृतिभावः नास्ति, विशिष्टप्रक्रिया अस्ति. अग्रे किञ्चित् परिशीलयिष्यामः अवश्यम्. इदानीं प्रकृतिभावः इति अस्मिन् अस्माकम् अधिकम् अवधानं न स्यात्. केवलं परिचयरूपेण एतत् सर्वं दत्तमस्ति यत् सन्धिः चतुर्विधः अस्ति. चतुर्विधः अस्ति: आदेशः, आगमः, लोपः, प्रकृतिभावः इति. अग्रे गच्छेम. तत्र अधिकं महत्त्वं नास्ति इदानीम्. अस्तु, तर्हि समीचीनमस्ति. पद्मश्री भगिनी अग्रे पठति वा? आम् महोदय. अधो निर्दिष्टेषु स्थानेषु आदेशः, आगमः, लोपः, प्रकृतिभावः इत्येतेषु अन्त्यतमं सन्धिकार्यं भवति. तत् किम् इति पुरतः रिक्ते स्थाने यतोदाहरणं लिखत. आश्चर्यवत् च, आश्चर्यव योगे तकारः योगे च, आश्चर्यव योगे च कारः योगे च, आश्चर्यवच्च. अत्र तकारस्थाने चकारस्य आदेशः भवति इति. अग्रे अपि तर्हि अत्र कीदृशं कार्यमस्ति? अत्र तकारस्थाने चकारः भवति, तदर्थम् आदेशः, आदेशसन्धिः भवति. हा, आदेशः समीचीनमस्ति. आदेशः इति अस्ति तत्र. यत् भवती पठितवती सर्वं स्पष्टमासीत् खलु? नाम अधो निर्दिष्टेषु स्थानेषु आदेशः, आगमः, लोपः, प्रकृतिभावः इत्येतेषु अन्यतमम्. अन्यतमम् इति शब्दं जानाति वा? अन्यतमं प्रकृतिभावः इत्येतेषु अन्यतमं सन्धिकार्यं भवति. न जाने. तत्र आदेशः, आगमः, लोपः, प्रकृतिभावः इत्येतेषु अन्यतमं सन्धिकार्यं भवति. यत्र समूहः अस्ति तस्मात् समूहात् कश्चन विशिष्टः निश्चीयते, स्वीक्रियते अस्माभिः तत्र अन्यतमं. यथा शतं बालकाः सन्ति, तत्र बालकसमूहः अस्ति, शतं बालकाः सन्ति, तेषु बालकेषु श्यामः अन्यतमः कश्चन इति अर्थः. नाम समूहात् एकः स्वीक्रियते यदा. अतः अत्र चतुर्षु, नाम आदेशः, आगमः, लोपः, प्रकृतिभावः इत्येतेषु चतुर्षु अन्यतमं सन्धिकार्यं भवति. तेषु चतुर्षु कः अस्ति इति वक्तव्यं भविष्यति अस्माभिः. तदर्थम् अन्यतमम् इति उच्यते. अत्र अन्यतमं, अत्र अन्यशब्दस्य नाम अपरा इति अर्थः नास्ति. अत्र अन्यतमम् इति विशिष्ट, तेषु चतुर्षु विशिष्टः एकः. अस्तु, समीचीनमस्ति. अस्तु, अग्रिमं भगिनी वदतु कृपया. प्रथमं तु इदं तकारयोगे, उकारयोगे, इकारयोगे दम्, तकारयोगे, वकारयोगे, इकारयोगे दम्, त्विदम्. अत्रापि उकार स्थाने वकारस्य आदेशः एव भवति, तदर्थे आदेशसन्धि एव. सुन्दरं सुन्दरं भगिनि, तथैव अस्ति. अस्तु, तर्हि अग्रे गच्छेम. इदानीं सहदेव महोदय पठति वा? अस्ति वा? आं महोदय. प्रहसन् एव इव प्रहसन् इव इति प्रहस योगः न योगः इ योगः वा इति प्रहस प्रहस योगः न योगः न योगः इ योगः वा इति प्रहसन् प्रहसन्निव चिन्तयामि आगमः बहु समीचीनमस्ति आगमः एव अस्ति बहु सम्यक् अस्ति महोदय रवि महोदय अग्रे कृपया रवि महोदय अस्ति वा आम् अस्मि नायकः मम नायकः योगः विसर्ग योगः मम नायकः मम नायकः मम अत्र लोपः अस्ति हा लोपः इति अस्ति समीचीनमस्ति विसर्गस्य लोपः विसर्गस्य लोपः अस्तु अग्रिमं करोतु कृपया महोदय भ्रमति एव भ्रमत् योग इ योग इ योग व भ्रमत् योग इ योग व भ्रमतीव अत्र सन्ति अस्ति इ योग इ दीर्घ इकार भवति हा तर्हि अत्र किं वक्तव्यमस्ति अत्र आदेशः आगमः लोपः प्रकृतिभावः चतुर्षु अत्र आदेश हा सत्यं नाम द्वयोः इकारयोः स्थाने दीर्घ इकारः इति आदेशः अस्ति समीचीनमस्ति अग्रे जगन्नाथमहोदय अग्रे भ्रमति स्यात् निश्चितं स्यायोग योग न योग इश्चितं तस्य अर्थः स्यायोग न योग न योग इश्चितं स्यान्निश्चितम् अत्र आदेश भवति हा इति अस्ति हा अग्रे महोदय भवानेव सः सः कौन्तेयः तस्य अर्थः सः योगविसर्ग स योगविसर्ग योगकौन्तेयः तस्य अर्थः स योगकौन्तेय कौन्तेयः स कौन्तेयः अत्र विसर्गस्य लोपः भवति सम्यक् अस्ति अग्रे पद्मा भगिनी अग्रे हा महोदय यः एनम् य योगः विसर्गः योगः एनं य योगः एनं य एनम् अत्र लोपः भवति विसर्गः लोपः भवति हा सत्यं य एनम् सत्यम् अग्रे गुरु अहं वदतु भगिनि गुरु उत्तिष्ठतः गुरु योग उत्तिष्ठतः गुरु उत्तिष्ठतः अहं चिन्तयामि प्रकृतिभावः सम्यक् सम्यक् तथा सरला भगिनी अग्रे कृपया अमी आश्रमाः अमी योग आश्रमाः अमी आश्रमाः प्रकृतिभाव सन्धि अस्ति हा समीचीनमस्ति अग्रे अन्य कोऽपि अनन्तरं पुनः सरला आगच्छति राजेन्द्रमहोदय अग्रे आं महोदय पश्य कृष्ण पलुत् स्वरः अस्ति नकारस्य योग अत्र गोपिकाः नृत्यन्ति पश्य कथं वदामः पुलुत्स्वरः अस्ति महोदय तत्र कृष्ण हा तत्र अतीवदीर्घः अस्ति. आम् अतीवदीर्घः. पश्य कृष्ण अत्र गोपिकाः नृत्यन्ति. अत्र प्रकृतिभावः दृश्यते. हा इति अस्ति. अभिनवमहोदय अग्रे. अहो योगः अस्माकम् अहो अस्माकम् अत्र प्रकृतिभावः भवति. अस्तु. हा समीचीनं. सम्यक् अस्ति. प्रकृतिभावः प्रकृतिभावः नाम कः इति इदानीं तत्र अवगतः अस्माभिः. अस्तु. अत्र सरला भगिनी अग्रे पृच्छतु. तत्र अग्रिमं त्यक्त्वा तत्र अस्माकं किमपि नास्ति. एतेषु वाक्येषु अग्रे एतेषु वाक्येषु संहिताः संहिता अस्ति परन्तु सन्धिकार्यं नास्ति. तत्रत्यानि पदानि पृथक् पृथक् लिखत. अनार्यजुष्टं स्वर्गम् अकीर्ति न न न पश्यतु किमस्ति. एतदर्थम् अभ्यासः अपेक्षितः अस्ति. पुनः पुनः पश्यतु. अनार्य अन् आर्य. अत्र चत्वारः भागाः सन्ति. यतोहि अनार्य अनार्यजुष्टम् इति एकं पदमस्ति, समस्तपदमस्ति. अत्र पद समस्तपदं पदमेव अस्ति. अत्र सन्धिविभजनमस्ति, न तु समासस्य विच्छेदः नाम विग्रहवाक्यम् इत्यादिकम् अत्र न. अत्र चत्वारि पदानि सन्ति. तानि कानि? अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. हा अत्र अवगन्तव्यं किम् इति चेत् तत्र मकारोत्तर अकारः उपस्थितः अस्ति. मकारस्य अनन्तरं कश्चन स्वरः अस्ति, यद्यपि न दृश्येत अस्माभिः किन्तु अस्ति. अनार्यजुष्टं तत्र अकारः अस्ति मकारस्य अनन्तरं. हा इति कृत्वा अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. अस्तु समीचीनमस्ति. ततः अग्रे अभिनवमहोदय अग्रे. आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन्. हा इति इति अस्ति. इति विभागः अस्ति. राजेन्द्रमहोदय अग्रे. यत् आम् समुच्यते. पुनः वदतु. तत्र चत्वारः भागाः नाम चत्वारि पदानि सन्ति. यत् तत् ताम् समुच्यते. यत् समुच्यते. हा किमस्ति तत् अतिथिस्य अनन्तरम्? यत् तत् ताम् समुच्यते. तामसम् इति अस्ति. उच्यते तामसम्. तामसम् उच्यते. यत् तत् तामसम् उच्यते. अस्तु समीचीनमस्ति. अग्रे विद्याभगिनी अग्रे. राजेन्द्र क्षम्यतां राजेन्द्रमहोदय. तथा ज्ञातुं शक्नुमः यतोहि यद्यपि समुच्यते इति स्यात्, किन्तु अत्र ताम यदि समुच्यते स्यात् तर्हि तत्र ताम इति एव भवेत्, ताम इति किमपि नास्ति खलु, ताम अतः तामसमस्ति। अग्रे भगिनि, संवादम् इमम् अश्रौषम् अद्भुतम् इति अस्ति। अस्तु, अग्रिमं लक्ष्मी भगिनी। योगेश्वरात् कृष्णात् साक्षात् कथयतः, योगेश्वरात् कृष्णात् साक्षात् कथयतः इति अस्ति। समीचीनमस्ति, अस्तु, भवती एव अग्रे पठतु कृपया। अवधेयं सन्धिकार्यं कदा करणीयं कदा न करणीयम् इति प्रश्नस्य उत्तरम् इदं भवति। एकस्मिन् पदे सन्धिः नित्यं कर्तव्यः, यथा आविस् योगः तः आविष्टः भवति। धातु उपसर्गयोः सन्धिः नित्यं कर्तव्यः, यथा उपयोगः अविशत् उपाविशत् भवति। समासे सन्धिः नित्यं कर्तव्यः, यथा लाभयोगः अलाभौ लाभालाभौ भवति। वाक्ये तु सन्धिः विकल्पेन भवति। अत्र आहत्य किं पठितं भवत्या? सन्धिकार्यं कदा करणीयं, मीन्स् कुत्र भवति, कदा न भवति इति प्रश्नस्य उत्तरं दत्तमस्ति अत्र। एकस्मिन् पदे सन्धिः नित्यं कर्तव्यः मीन्स् इत्युक्ते सर्वदा, अहं न अवगतवती महोदय, केवलं पठामि एव। अत्र विद्याभगिनी, अग्रे अधोभागे कश्चन श्लोकः अस्ति, पठति वा श्लोकं? संहितैकपदे नित्या धातु उपसर्गयोः नित्या समासे वाक्ये तु सा विवक्षाम् अपेक्षते। अस्य अर्थः कः इति अवगच्छति वा? यत्र संहितपदमस्ति तत्र सन्धिनित्यं करणीयम्। अग्रे, यत्र धातु उपसर्गयोः अस्ति तत्रापि सन्धिः नित्यं करणीयं, यत्र समासाः अस्ति तत्रापि सन्धिः नित्यं करणीयं, वाक्ये तु सा विवक्षां, वाक्ये यत् वक्तुम् अपेक्षते, विवक्षाम् अपेक्षते। अग्रे यथा लिखितमस्ति, पठतु कृपया। यथा वाक्ये तु सन्धिः विकल्पेन भवति, यथा देवदत्तो ग्रामं गच्छति, अत्र सन्धिद्वयं कृतं, देवदत्तः योगः ग्रामं, देवदत्तो ग्रामं, ग्रामं योगः गच्छति, ग्रामं गच्छति, देवदत्तः ग्रामं गच्छति, अत्र सन्धिकार्यं न कृतम्। अत्र कः भेदः अस्ति? देवदत्तः ग्रामं गच्छति. देवदत्तो अत्र विसर्गः लोपः भवति. ग्रामं गच्छति अत्र अनुस्वारः आगच्छति मकारस्य स्थाने. देवदत्तः ग्रामं गच्छति अत्र सन्धिकार्यं न कृतम्. तर्हि अत्र अत्र लोपः इति विसर्ग अत्र लोपः न, किन्तु अग्रे द्रक्ष्यामः विसर्गसन्धिः कथं भवति इति अग्रे परिशीलयिष्यामः. किन्तु अत्र मुख्यमस्ति यत् वाक्यस्तरे, वाक्यस्य स्तरे सन्धिः वैकल्पिकः अस्ति. सन्धिः वैकल्पिकः अस्ति वाक्यस्य स्तरे. कर्तुमपि शक्नुमः न अपि कर्तुं शक्नुमः, किन्तु एकस्मिन् पदे सन्धिकार्यं नित्यमस्ति. धातुपुसर्गयोः मध्ये यत् सन्धिः सन्धेः अवकाशः अस्ति तत्र सन्धिकार्यम् अवश्यं करणीयमस्ति. समासे अपि तथा. तर्हि लाभालाभौ, अत्र लाभ इत्यस्य अन्तिमस्वर वर्णः अकारः, अलाभः इति तत्र अकारः अस्ति. द्वयोः सन्धि नाम द्वयोः स्थाने दीर्घ आकारादेशः भवति इति नित्यं. तत्र विकल्पेन तत्र नास्ति नास्ति किमपि. अत्र सन्धिकार्यं करणीयमेव लाभालाभौ. तत्र आविष्टः प्रथमम् अस्ति पदम्, आविस् योगः तः, तत्र हल्सन्धिं कृत्वा आविष्टः इति अवश्यं करणीयमस्ति. महोदय, अहं एकं पदम् इत्यस्य न अवगच्छामि. आवश्य आविष्टे एव एकपदम् इति न, आविष्ट इति पदमस्ति आविष्ट. तत्र सकारस्य स्थाने, सकारस्य स्थाने मूर्धन्यषकारादेशः तत् अहं अवगच्छामि. एकम् एव पदम् इति क आविष्टः ओ क इति प्रत्याहार. क्षम्यतां महोदय, अवगच्छामि अवगच्छामि. अस्तु, कृपया म्यूट् करोतु कृपया, यतोहि अस्माकम् अत्र. आं करोमि. अस्तु, तर्हि अत्र अत्र आविष्ट इति पदमस्ति. आविष्ट इति पदमस्ति, तत् पदम् एकमेव पदमस्ति. तस्य निर्माणावसरे इदानीमपि ध्वनिः प्रतिध्वनिः अस्ति, कस्यचित् स्पीकर् फ़ोन् अस्ति इति चेत् मास्तु. आविष्ट इति पदमस्ति. अस्तु, अहं न्यूनम् अत्र आविष्ट इति पदमस्ति. अत्र पदस्य निर्माणावसरे किञ्चित् सन्धिकार्यम् अस्ति, तच्च कार्यम् अवश्यं करणीयमस्ति, वैकल्पिकं नास्ति. पुनः धातुपसर्गयोः अपि तथा. वस्तुतः उपसर्गः एव पदमस्ति. अत्र अत्र समासः अस्ति उपाविशत्. अत्र समास अत्र धातुपसर्गयोः अपि तत्र साक्षात् समासः. यत्र अत्र यतोहि अत्र सामान्यतया यत्र तिङन्तपदमस्ति तत्र समासः इति न वदामः इति कृत्वा पृथक्तया स्थापितमस्ति. उपाविशत् अत्र लाभालाभौ एतेषु त्रिषु स्थलेषु सन्धिकार्यं नित्यमस्ति, किन्तु वाक्यस्तरे अस्माकं विकल्पः अस्ति. विकल्पः नाम यदि वयं वदामः देवदत्तः ग्रामं गच्छति इति पृथक्तया वदामः चेत् तत्र सान्निध्यं नास्ति. सान्निध्यं नास्ति चेत् सन्धिः नास्ति. इदानीं देवदत्तौ ग्रामं गच्छति इति भवति चेत् तत्र सन्धिः अस्ति, यतोहि सान्निध्यमस्ति इति विषयः अस्ति. अस्तु, सम्यक् अस्ति. तर्हि रामप्रियभगिनी कृपया स्टार् सिक्स् न दीयत्वा आगच्छति आगच्छतु. ये आम् आम् महोदय, सन्धिः त्रिविधः, स्वरसन्धिः, अत्सन्धिः, व्यञ्जनसन्धिः द्वितीयं, हल् सन्धिः, विसर्गसन्धिश्च इति. प्रथमः स्वरसन्धिः, स्वरात् स्वरे परे स्वरसन्धिः भवति, स्वरः योगः स्वरः. व्यञ्जनसन्धिः, व्यञ्जनात् स्वरे व्यञ्जने वा परे व्यञ्जनसन्धिः भवति, व्यञ्जनं योगः वर्णः. तृतीयं विसर्गसन्धिः, विसर्गात् स्वरे व्यञ्जने वा परे विसर्गसन्धिः भवति, विसर्गः योगः वर्णः. अत्र तु सन्धिः त्रिविधम् इति अस्ति, स्वरसन्धिः, व्यञ्जनसन्धिः, विसर्गसन्धिः इति. स्वरसन्धिः इत्युक्ते यदा स्वरस्य परः अन्यस्वरः अस्ति चेत् स्वरसन्धिः. व्यञ्जनसन्धिः इत्युक्ते व्यञ्जनस्य परः स्वरं वा व्यञ्जनं वा अस्ति चेत् व्यञ्जनसन्धिः इति भवति. विसर्गसन्धिः इत्युक्ते विसर्गस्य परं स्वरं या व्यञ्जनम् अस्ति चेत् विसर्गसन्धिः भवति. हा, इति वार्ता अस्ति. सम्यक् सम्यक्. रक्षा भगिनी अग्रे, कृपया. श्रूयते वा महोदय? अधो निर्दिष्टेषु स्वरसन्धिः, व्यञ्जनसन्धिः उत विसर्गसन्धिः इति यथोदाहरणं रिक्ते स्थाने लिखत. उदाहरणं यद्यपि योगः एते, यद्यप्येते, अत्र स्वरसन्धिः. स्वरयोः मध्ये इकार इकारयोः मध्ये सन्धिः जातः, यकारस्य आदेशः इत्युक्ते स्वरसन्धिः. हा, सुन्दरमस्ति. अग्रे वाक्यत्रयं कृपया. तु इदं, त्विदम्, अत्रापि. उकारः इकारः तयोः मध्ये सन्धिः जातः, वकारः आगतः, अतः स्वरसन्धिः. आत्मनि एव, आत्मन्येव, इकार एकारयोः स्थाने य आगतः, तर्हि स्वरसन्धिः. यावत् एतान्, यावदेतान्, तकारः इति व्यञ्जनम्, एतान् इत्यस्मिन् ए स्वरः, तयोः स्थाने दकारः आगतः, अतः व्यञ्जनसन्धिः. बहु समीचीनमस्ति. बहु सम्यक् अस्ति. धन्यवादः भगिनि. अग्रे अग्रे सर्वे सर्वेषाम् अत्र अवधानमस्ति. कुत्रचित् खलु पश्यन्तु, कुत्रचित् सन्धिः इत्यनेन द्वयोः वर्णयोः स्थाने, कुत्रचित् एकस्य स्थाने. अत्र च यथा अत्र भगिन्या पठितमस्ति तु इदं, तु इदम्. अग्रे बालसुब्रह्मण्यमान कृपया स्टार् सिक्स् नोदयित्वा आगच्छतु. महोदय, स्टार् सिक्स् अस्ति वा? अस्तु, तर्हि रविप्रकाशः महोदय. महोदय, तर्हि भवानेव वदतु. अत्र तु इदम्, अत्र द्वयोः नाम उकारः इकारः, द्वयोः स्थाने सन्धिः, द्वयोः स्थाने आदेशः अथवा एकस्य एव? अत्र उकार इकार, उकारः स्थाने एव वकारः आयाति, इकारः तिष्ठति एव. हा, सम्यक् अस्ति, सम्यक् अस्ति. अत्र आदेशः अस्ति, तत्र इकारः यथावत् तिष्ठति, उकारस्थाने वकारः. अग्रे, तदनन्तरम् आत्मनि योग एव, तत्रैव स्वरसन्धि इकार एकार, अत्रापि इकारः स्थाने यकारः भवति, आयाति, एकारः तिष्ठति. अग्रे, यावत् योग एतान्, अत्र व्यञ्जनसन्धि खल् सन्धि, तकारस्थाने दकारः, एकारः तिष्ठति, एकारः तिष्ठति. अस्तु, चतुर्थं करोतु तावत्. महोदय, चतुर्थं करोतु कृपया. क्रोधात् योग भवति, पूर्वतकारस्थाने धकारः आयाति, क्रोधात् भवति. सो भ तिष्ठति एव अत्र व्यञ्जन हल् सन्धि. हल् सन्धि अस्ति. हा अस्तु समीचीनमस्ति. रविप्रकाश महोदय कृपया अग्रे. महोदय अस्ति वा? सुब्रह्मण्यमहोदय कृपया अग्रे. आं महोदय. यत् योगः मनः यन्मनः अत्र तकारस्य स्थाने नकारः अतः व्यञ्जनसन्धिः. अस्तु अग्रे. अनन्तरं तान् योगः तितिक्षस्व. तान् तितिक्षस्व अत्र नकारस्य स्थाने अनुस्वारः पुनः हल्सन्धिः एव. हा वस्तुतः इदं कार्यं किञ्चित् जटिलमस्ति. सकारः अपि आगच्छति मध्ये. महोदय सकारः अपि अस्ति अत्र. नकारस्य स्थाने अनुस्वारः सकारस्य आगमश्च इति भवति. समीचीनमस्ति इति अस्ति अत्र हल्सन्धिः. हा अस्तु. इदानीम् अग्रे पद्मश्री भगिनी अग्रे स्टार् सिक्स्. शृणोति वा महोदय? शूराः योगः मदर्थे. शूरा मदर्थे तत्र विसर्गस्य लोपः भवति. विसर्गसन्धि भवति इति मन्ये. सत्यं सत्यम्. अग्रे. श्वेतैः हयैः. श्वेतैर्हयैः अत्रापि विसर्गसन्धिः भवति. विसर्गस्य लोपः भवति तथा रेफ अपि आगच्छति. श्वेतैर्हयैः. हा हा तर्हि कीदृशसन्धिः अस्ति आहत्य? तत्र विसर्गसन्धिः एव. हा विसर्गस्य किन्तु लोपः न अपि तु स्थाने रेफः. रेफः आगच्छति. अस्तु अस्तु. धीरः तत्र. धीरस्तत्र तत्रापि विसर्गसन्धिः अस्ति. विसर्गस्य स्थाने सकारस्य आगमः भवति. आदेशः अस्ति. अस्तु सम्यक् अस्ति. तथैव निहारिका भगिनी अग्रे. धीरः योगः तत्र. धीरस्तत्र अत्र विसर्गः सन्धि भवति. विसर्गसन्धि अग्रे. मे योगः अच्युता. मेच्युता अत्र स्वरसन्धिः भवति. स्वरसन्धिः अस्ति. किञ्चित् समयः अस्ति. अत्र अग्रिमे पुटे किं किम् अस्ति इति पश्येम. अग्रिमे पुटे किं किम् अस्ति इति द्रष्टुं शक्नुमः. अत्र निहारिकभगिनी पठतु कृपया. ज्ञानवर्धनि. एतानि वाक्यानि सावधानं पठत. विजया गीतां पठति. गोविन्दः प्रतिदिनं कार्यालयं गच्छति. सर्वे स्वीयानि कार्याणि अकुर्वन्. भवन्तः विलम्बं मा कुर्वन्तु. एतेषु वाक्येषु सर्वेपि शब्दाः तदानि इति उच्यन्ते. तानि गणद्वये विभक्तुं शक्यानि. अस्तु एतावत्. किमस्ति अत्र अस्मिन् श्लोके? श्लोकः न, केवलं वाक्यानि सन्ति. एतेषु शब्दाः ये सन्ति वाक्येषु सर्वाः शब्दाः पदानि इति उच्यन्ते. सर्वे शब्दाः पदानि. एतानि पदानि गणद्वये वयं स्थापयितुं शक्नुमः. हा सत्यं सत्यं. हा तर्हि विजया गीतां पठति. अत्र त्रयः शब्दाः सन्ति, त्रयः अपि पदानि सन्ति. अत्र पारिभाषिकशब्दाः सन्ति. नाम पदम् इत्युक्ते किम् इति चेत् तत्र पाणिनीय तत्र अष्टाध्याय्याम् अस्य कृते सूत्राणि सन्ति. इदानीं सूत्रं मास्तु, किन्तु पाणिनीयव्यवस्था अस्ति. तदर्थं विजया इति पदमस्ति, गोविन्दः इति पदं, सर्वे इति पदं, स्वीयानि इति पदं, कार्याणि पदम्, अकुर्वन्, इमानि सर्वाणि पदानि सन्ति. पदसंज्ञा इति वक्तव्यमस्ति. अस्तु, सम्यक् अस्ति. अग्रे गच्छेम तर्हि. जगन्नाथमहोदय अग्रे. यथा शीघ्रमेव महोदय आगच्छतु. स्टार् सिक्स्. अस्तु, कार्यालयं सर्वे स्वीयानि कार्याणि भवन्तः विलम्बः मा. विजया क्षम्यताम्, अहं स्टार् सिक्स् विस्मृतवान्. विजया गीता गोविन्दः प्रतिदिनं कार्यालयं सर्वे स्वीयानि कार्याणि भवन्तः विलम्बः मा. द्वितीय स्तम्भे पठति गच्छति. नाम प्रथमतया वक्तव्यम् एते सुबन्ताः. अस्तु, अग्रे पठति गच्छति. हो पठति गच्छति अकुर्वन् कुर्वन्तु एते तिङन्ताः. सुप् ये अन्ते यस्य सः सुबन्तः. सु औ जस् अम् औट् शस् ताभ्यां भिस् ङेभ्यां भ्यस् ङसिभ्यां भ्यस् ङस् ओस् आं नि ओस् सुप् एते एकविंशति सुप् प्रत्ययाः. तर्हि अत्र एते सुबन्ताः सन्ति. अत्र अत्र समासः अस्ति. सुप् अन्ते यस्य सः सुबन्तः. नाम एतेषां पदानाम् एते सर्वे पद एते एतानि सर्वाणि पदानि सन्ति. विजया गीता गोविन्दः इत्यादीनि पदानि सर्वाणि पदसंज्ञकानि सन्ति. पदसंज्ञा भवति तेषाम्. किमर्थमिति चेत् तेषाम् अन्ते सु औ जस् इत्यादयः एकविंशतिः प्रत्ययाः सन्ति. तेषु अन्यतमः एकः अन्ते भवति इति कृत्वा सुप् अन्ते यस्य सः सुबन्तः इति भवति. एतेषां सर्वेषां सुबन्ताः इति विषयः अस्ति. अस्तु, समीचीनमस्ति. सरला भगिनी अग्रे प्रातिपदिकात् परे एते प्रत्ययाः भवन्ति. यत् तदा रामः रामौ रामः इत्यादीनि एकविंशतिरूपाणि सिद्ध्यन्ति. यथा रामयोगस् रामः, रामयोग औ रामौ, रामयोगजस् रामाः इत्यादयः अस्ति खलु. शीघ्रमेव वदामि. अत्र सु औजस् अम् औट् शस् ताभ्यां बिस् इत्यादयः एकविंशतिः प्रत्ययाः सन्ति. अनेन रामः रामौ रामाः, रामं रामौ रामान् इत्यादयः इत्यादीनि रूपाणि भवन्ति. अत्र एतेषां सर्वेषाम् अन्ते तत्र सुप् प्रत्ययः, सु इत्यस्मात् आरभ्य पर्यन्तं. पश्यन्तु सर्वे रक्तवर्णेन यत् अक्षरं लिखितमस्ति सु, अनन्तरं प, सु इत्यस्मात् आरभ्य प पर्यन्तम् इति कृत्वा सुप्. यथा वयम् अच् हल् इत्यादयः तत्र प्रत्याहाराः आसन्, एवमेव अत्रापि तथा सुप् सु इत्यस्मात् आरभ्य प पर्यन्तम् इति कृत्वा सु औ जस् इत्यादयः एकविंशतिः प्रत्ययाः ग्राह्याः इति अस्ति. समीचीनमस्ति. इदानीं अभिनवमहोदय तत्र पठति गच्छति कुर्वन्तु अत्र एते तिङन्ताः पठतु कृपया महोदय. अस्ति वा महोदय? अस्तु, राजेन्द्रमहोदय पठतु कृपया. आम् आं महोदय. पठति गच्छति अकुर्वन् कुर्वन्तु एते तिङन्ताः एतानि पदानि पठति गच्छति अकुर्वन् कुर्वन्तु एते तिङन्ताः पदानि सन्ति. तिङ् अन्ते यस्य सः तिङन्तः. तिङ् तिप् तस् झि सिर्थस्थ मिप् पस् मस् एते प्रत्ययाः परस्मैपदे क्रियापदानि निर्मीयन्ति. त आतां झ था आथां ध्वम् इड् बहि महे एते नव प्रत्ययाः आत्मनेपदं निर्मितव्यं प्रयुक्ते निर्मितव्यम् अष्टादश लिङ्गप्रत्ययाः. अत्र परस्मैपदसंज्ञकः प्रत्ययाः नव, परस्मैपदसंज्ञकः प्रत्ययाः नव, आत्मनेपदसंज्ञकः प्रत्ययाः तिङ्प्रत्ययाः नव, आहत्य अष्टादश तिङ्प्रत्ययाः सन्ति. तर्हि पठति पठति इत्यस्मिन् तत्र पठ् इति धातुः, अन्ते त्यप् इत्यस्मिन् इति अस्ति. पक् पकारस्य लोपः भवति, तत्र चिन्ता नास्ति. पठ् मध्ये कश्चन प्रत्ययः अस्ति अ, अनन्तरं ति, अन्ते ति अस्ति, स च ति इति तिप् इत्यस्मात् आगतः इति कृत्वा अत्र तिङन्तपदमस्ति. पठति पठतः पठन्ति इति अस्ति, अत्र तिङन्तपदानि इति वदामः. अस्तु, विद्याभगिनी अग्रे. एते अष्टादश तिङ्प्रत्ययाः. धातोः परे एते प्रत्ययाः भवन्ति, तदा भवति, भवतः, भवन्ति इत्यादीनि रूपाणि सिद्ध्यन्ति. यथा भू तिप् भवति, भू तस् भवतः, भू जि भवन्ति. धातुः आत्मनेपदी चेत् तङ् प्रत्ययाः अन्तिमाः तस्मात् आरभ्य पर्यन्तं तङ् यथा वद् त वन्दते, वन्द् आतां वन्देते, वन्द् झ वन्दन्ते. सुबन्तानां तिङन्तानां च पदम् इति संज्ञा. तिङन्तानां सुबन्तानां च समूहः वाक्यं. तदुक्तम् अमरकोशे तिङ् सुबन्तचयो वाक्यम्. अत्र चयः इति इत्युक्ते सङ्ग्रहः. तिङ् सुबन्तचयः वाक्यम्, अत्र विसर्गसन्धिं कृत्वा चयो, किन्तु चयः इत्युक्ते सङ्ग्रहः. तिङ् सुबन्तसङ्ग्रहः वाक्यम् इति अर्थः अस्ति. अस्माकं समयः जातः, इदानीं पाठः अपि समाप्तः. बहु समीचीनमस्ति. इतः अग्रे सरेम अग्रिमे सप्ताहे. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः.